नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। जुहोत्यादिगणे अजन्तदातवः इति पाठः प्रवर्तमानः अस्ति। तत्र गतसप्ताहे हु धातोः रूपाणि साधितवन्तः। जुहु इति यद् अङ्गमासीत् तत्र कानिचन नूतनसूत्राणि अपि दृष्टवन्तः, रूपाणि अपि साधितवन्तः। हूष्णुवोः सार्वधातुके इति सूत्रमासीत्, यत्र अनेकाच् अङ्गमस्ति। तत्र हूष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् भवति। अचि सार्वधातुके इति सूत्रस्य अनुवृत्तिः आसीत्। अनन्तरं जुसि च इति सूत्रं, तत्तु वयं पूर्वमेव दृष्ट परिशीलितवन्तः बहुवारं। यदा अजादि जुसि परे अस्ति चेत् इगन्ताङ्गस्य गुणः भवति इति। अनन्तरं नूतनसूत्रमेकमासीत् लोटि हू झल्भ्यो हेर्दिः इति। हू धातुतः इत्युक्ते अस्माकं जुहु इति यदङ्गम् अस्ति तदेव हू धातुः अस्ति इति कृत्वा, हू धातुतः जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धी आदेशः भवति इति सूत्रं वदति। तदपि पुनः पुनः आगच्छति यदा वयं धातुपाठे हल्सन्तिः, नमस्ते भगिनि, धातुपाठे हल्सन्धिः इति पश्यामः चेत् तत्र बहुवारं हू जल्भ्यो हेर्तिः इति अग्रे अपि पश्यामः तस्मिन् विषये। अतः तत्र हि प्रत्ययस्य स्थाने धि आदेशः भवति इति सूत्रमासीत्। रूपाणि साधितवन्तः इति कृत्वा अग्रे सरामः। ऋकारान्तदातवः ऋकारान्तदातवः इति एव अवशिष्टाः, पश्यामः अद्य प्रायः समापयितुं शक्नुमः इति चिन्तयामि। राजेन्द्रमहोदय पठति वा? नमस्कारः भगिनि, आं पठामि। ऋकारान्तधातवः पञ्चधातवः, पञ्च ऋकारान्तधातवः सन्ति। डुभृण् डुभृण् धारणपोषणयोः भृ सृ गतौ सृ घृ क्षरन्दीप्तयोः घृ हृ प्रसयकरणे ऋ गतौ ऋ च। अस्तु अस्तु अस्तु, अहं चिन्तितवान् कथमस्ति आवरणे तत् भ्रि अस्ति। अस्तु, तत् अनुबन्धलोप अनन्तरं तत् भ्रि अवशिष्यते, श्री अवशिष्यते, घृ अवशिष्यते, हृ अपि च ऋ। अभ्यासकार्यं सामान्यतया ऋकारात् धातूनाम् अभ्यासे उरत् इत्यनेन अत्वं पुरन् रपरः इत्यनेन रपरत्वं हलादिशेषः इत्यनेन रेफ्लोपः भवति। परन्तु श्लोपरे नाम जुहोत्यादिगणे येषां पञ्चानाम् अपि धातूनां विशिष्ट अभ्यासकार्यं भवति, येन उरत् बाध्यते। अत्र अभ्यासकार्यम् अत्र किञ्चित् सामान्यतः ऋकारान् धातूनाम् अभ्यासे तत् उरत् इत्यनेन अत्वं भवति, अनन्तरम् उरन् रपरः तेन रपरत्वं भवति, हलादिशेषः इत्यनेन रेफ् लोपः भवति। परन्तु श्लौ परे यत्र ज्योत्यादिगणे यत्र द्वित्वं भवति तत्र पञ्चानाम् अपि धातूनां विशिष्ट अभ्यासकार्यं भवति, येन उरत् बाध्यते, येन उरत् बाधीयते, किञ्चित् विशिष्ट अभ्यासकार्यं भवति अस्मिन् अस्मिन् एषु धातुषु किञ्चित् विशिष्टकार्यं भवति। समीचीनं महोदय। सामान्य अभ्यासकार्यं तु उरत् एव, येन अत्वं भवति, परन्तु ऋकारान्तधातुः इति कृत्वा तत्र विशिष्टकार्याणि सन्ति, भिन्नभिन्नकार्याणि भवन्ति। यदा प्रथमं वयं भृ धातुः स्वीकुर्मः, पठति वा महोदय? धातुः वृणामित् इत्यनेन अभ्यासस्य इकार आदेशः, अनेन उरत् इति सामान्य अभ्यासकार्यं बाधितं। भृ धातु कृते तत् वृणामित् अत्र अभ्यासस्य इकार आदेशः भवति। सामान्यतया उरत् तत्र कार्यं भवति, परन्तु अस्मिन् धातु कृते वृणामित् विशेषसूत्रमस्ति, येन तत्र अभ्यास इकारादेशः भवति। भृ द्वित्वम् अभ्यासकार्यं च परिशीलनीयं। वृणामित् वृण्माङ् ओहाङ् इत्येषां धातूनाम् अभ्यासस्य ह्रस्व इकार आदेशः भवति षलोपरे। वृण् माङ् ओहाङ् धातुत्रयम् अस्मिन् गणे अस्मिन् अस्ति, तत्र यत्र ह्रस्व इकारादेशः भवति श्लोपरे अभ्यासस्य ह्रस्व इकारादेशः भवति। अलोन्त्यस्य इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इद आदेशः, न तु अभ्यासस्य पूर्णस्य। वृणां षष्ट्यन्तम् इत् प्रथमान्तं द्विपदमिदं सूत्रम्। त्रिजां त्रयाणां गुणः श्लव इत्यस्मात् त्रयाणां श्लव इत्यनेन अनुवृत्तिः। अत्र लोप अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, अङ्गस्य अधिकारः अनुवृत्तिसहित सूत्रं। वृणां त्रयाणां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् श्लव। अत्र वृणां वृणां धातु त्रयः धातवः सन्ति, तत् वृण् माङ् ओहाङ् तद् अङ्गस्य तत् अभ्यासस्य तत् इकार आदेशः भवति शलोपरे, यतः शलो द्वित्वं भवति, तदनन्तरं तत् इत् आदेशः भवति अभ्यासस्य। समीचीनम्। दृष्टवन्तः किल महोदय ब्रूयामित् सूत्रम्? आं भगिनि, ब्रूयामित् सूत्रं पूर्वमपि दृष्टवन्तः किल? आम् आम् आं चिन्तयामि, आम् आम् आसीत् यदा वयं ओहाङ् ओहाङ् माङ् तत् तेषां तत् कार्यं कृतवन्तः। आम् आम् अस्मिन्नेव ज्योत्यादिगणे किल? भवतः प्रश्नः कः आसीत् महोदय? क्षम्यतामध्ये उक्तवती न न अहं चिन्तयामि अत्र भ्री भ्री भवति अत्र अभ्यास यथा श्लोक अनन्तरं भ्री भ्री भवति, तदनन्तरं भीभृ भवति भगिनि? आम्, येन बाधितं किल ब्रियाम इत्यनेन उरत् बाधितम्, अतः बिभ्र इति भवति। अनन्तरं बिभ्र अथवा अनन्तरं इकार आदेशः अस्ति, सः ऋस्विकार आदेशः भवति अथवा अत्र रेफस्य तु लोपः भवति, स्थाने इकार आदेशः आगच्छति, भवति एकमेव कार्यमस्ति। उरन्त् अपरः भवति वा भगिनि? अत्र इत्थम् अस्ति, अनन्तरम् इर् इति तत्र हलादिशेष इत्यनेन तकारस्य रेपस्य लोपः भवति वा अथवा ह्रस्व इकारादेशः एव महोदय? अण् अण् सर्वदा रपरः भवति इत्येव अस्ति किल, अत्र अण् इति किमपि नास्ति, अण् इति लण् पर्यन्तम् अत्र साक्षात् इकारः एव आदेशः भवति, ह्रस्व इकारः साक्षात् आदेशः भवति। अस्तु, तत्र चिन्तयामि अत्र यः भकारः अस्ति तस्य हृस्वतम् अल्पप्राणबकारः आगच्छति अभ्यासे च सूत्रेण। उरन् रपरः तु रपरः तदपि भवितुम् अर्हति, किमर्थम् इत्युक्ते अर् इति भूत्वा अनन्तरं क्षम्यताम् इर् इति भूत्वा अनन्तरं हलादिशेषः इत्यनेन रेपस्य लोपः कर्तुमपि शक्यते, किमर्थं सूत्रं तु अस्ति एव किल? आमां तत्र यत्र इ इति भवति चेत् अरपरः भवति इति अस्ति. उ एतेषु कश्चन वर्णः ऋकारस्य आदेशरूपेण विधीयते चेत् तस्मात् परः नित्यं रेपः आगच्छति. अतः इदानीम् इकारः आगच्छति, नित्यं रेपः एव आगच्छति. किमपि परिवर्तनं न भवति, परन्तु परिवर्तनं तु भवति एव किल, रेपः लोपः न परिवर्तनं भवति, अन्तिमरूपं तदेव भवति. आं, तत्तु प्रक्रियायां योजनीयं किल, तद् सूत्रमपि अस्ति, कार्यमपि भवति चेत् अवश्यं प्रक्रियायां तद् भवतु. सम्यक् महोदय, आं तद् भवति एव. किमर्थम् अन्यत् उदाहरणमपि अस्ति तत्र, वयं यदा ऋत इद् धातोः इति सूत्रस्य उपयोगं कृतवन्तः पूर्वमपि, तत्रापि इत्त्वं तत्र अपरः भवति एव किल. अतः अत्रापि भवेत्. आम्, अभ्यासे मा भवतु इति किमपि नास्ति, परिभाषासूत्रम् अस्ति, अवश्यं भवेत् महोदय. सम्यक्. हलादिशेषः इति सूत्रेण रेपः रेपः लोपः भवति. सम्यक्, चिन्तनं सम्यक् अस्तु. अग्रे सरामः. अतः भृ धातोः कृते तु ब्रियामित् इति सूत्रं. पञ्चधातवः सन्ति, प्रथमं तु ब्रियामित् तत्र अभ्यासं कृत्वा बिभृ इति अङ्गम् अस्तु. अग्रे पठामः. विजया भगिनी, वेदे किं भवति इति पठति वा. बृञ्जाम् इति पूर्वं वयं दृष्टवन्तः कुत्रचित् माघ माणे इति आगच्छति खलु भगिनि, तत्र वयं वेदे ऋकारान्तदातवः श्रु गृ हृ ऋ च इति च इत्येते धातवः छान्दसाः इत्युक्ते वेदे प्रयुज्यन्ते. अतः बहुलं छन्दसि इत्यनेन सूत्रेण अभ्यासस्य इत्त्वं भवति. गृ योगः जिग्रु, हृ जिग्रु, ऋ ईरु इति आगच्छति. तत्र गृ जृ किमर्थं तत्र भवति चेत् तत्र गृ इति गृ इति धातु, तत्र गृ गृ इति श्लौ इति द्वित्वं भवति. अनन्तरं कुहोचो चुः इति सूत्रेण गकारस्य स्थाने जकारः भवति. तत्र जलस्थाने जश् इति भवति. अनन्तरं तादृशमेव हृ धातोः तत्र जिख्रु इति भवति. ऋ इति इत्यत्र इरु इति भवति. तत्र हृ हृ इति प्रथमं श्लौ अस्ति, अनन्तरं तत्र जिह्रु इति तादृशमेव खलु भगिनि, जलस्थाने बहुलं छन्दसि, छन्दसि विषये अभ्यासस्य श्लौ बहुलम् इकारः आदेशकः भवति. वेदगतधातूनां सामान्यसूत्रम्. अनेन सूत्रेण कस्यचित् अपि धातोः नाम्ना सङ्केतः न दत्तः. सर्वेषां वेदगतधातूनाम् अभ्यासस्य इकारः आदेशः श्लौ परे. बहुलं छन्दसि तत्र किं भवति चेत् तत्र वेदगतधातूनाम् अभ्यासस्य समये इकारः आदेशः भवति कुत्रचित् श्लौ परे. बहुलं छन्दसि एतत् एव तत्र वदति, इत्त्वं भवति इति. समानकार्यमेव यदा ब्रूयामित् तत्रापि इत्वम् अत्रापि इत्वं परन्तु एतत्तु वेदे छान्दसि विषये एव तस्य कार्यं तदेव भेदः तयोः मध्ये सूत्रद्वयोः मध्ये इति अस्तु बहुलं छन्दसि इति यदा वयम् अन्वेषयामः तत्र बहूनि सूत्राणि सन्ति प्रत्येकं अध्याये एकं बहुलं छन्दसि अस्ति 2-4 इत्यत्र एव त्रिवारम् अस्ति बहुलं छन्दसि इति आं भगिनि पूर्वमपि अस्ति बहुलं छन्दसि अस्माकं बहुलं छन्दसि तु 8-3 किल 7-3 वा 7-4 अस्माकं बहुलं छन्दसि 7-4 अस्तु अस्तु छन्दसि विषये एव किमपि अन्यत् किमपि न दत्तमत् समीचीनम् अतः तत्र इकारादेशः भवति इति भगिनी गृ धातुः अभ्यासकार्यं करोतु कृपया लट् ब्रू धातु केवलम् अभ्यासकार्यमेव भगिनि अत्र अस्तु भगिनि तत्र लोके एतदेव लोके क्षम्यताम् तत्र घृ इति अस्ति किल तत्र जिघृ इति कथम् आगच्छति डुब्रुञ्जिन् धातोः चतुर्षं लकारेषु रूपाणि एतदेव वा भगिनि न भगिनि पूर्वं यदा भवती इदानीं पठितवती तत्र घृ इति अस्ति किल तत् कथं जिघृ इति आगच्छति इति वदतु घृ घृ इति श्लौ गृ गृ श्लौ इति भवति अनन्तरं कुक्वोचुः इति सूत्रेण तत्र जलस्थाने जश् आदेशः भवति अतः तत्र गस्थाने जि आगच्छति गस्थाने किम् आगच्छति क्षम्यतां जकारः अनन्तरं जकारः आगच्छति अनन्तरं तत्र सूत्रं अनन्तरं तत्र गुरु कुहोश्चुः इत्यनेन आमां सत्यं तत् समीचीनम् आम् इदानीं बहुलं कुहोश्चुः इति कार्यं करोति अनन्तरं तत्र बहुलं छन्दसि हा बहुलं छन्दसि इत्यनेन इकारः अतः जिग्रु इति भवति इत्वं भवति अतः जिग्रु इति भवति अनन्तरं अनन्तरं अनन्तरं सार्वदात् तुको आर्धधातुको इति एकनिमिषं भगिनि नूतनसूत्रमस्ति अभ्यासकार्यमेव भगिनि किमपि अन्यत् नास्ति तत्र प्रथमं रूपं तत्र गृ जिग्रुः अस्तु भगिनि तत्र सर्वदातुकति कुत्र मया लिखितं भगिनि पूर्वं मया लिखितम् एतत् सर्वम् एतदेव इदानीं मा अन्वेषयतु तत् तावदेव तद् दृष्ट्वा अस्माकं जालपुटं दृष्ट्वा एव वदतु भवत्याः भ्रमः न भवति सम्यक् एव उक्तवती गृ गृ श्लौ अनन्तरं कुहोश्चुः अनन्तरं बहुलं छन्दसि अन्ते किं भवति तावदेव अन्ते तत्र ती तत्र तिप् योजनेन न लट् रूपमेव नास्ति, अभ्यासकार्यमेव पृष्टवती, किमपि अन्यत् नास्ति. कोऽपि वदति वा किं विस्मृतवती भगिनी इति अन्ते किम्? अभ्यासे चर्चा तावदेव. इदानीं अभ्यासचर्चा इति तत्र परं प्रथमं बहुलं छन्दसि, अनन्तरमेव कुहोष्ठुः. 7478 6 7 4 62. समीचीनं, धन्यवादः भगिनि. अरुणा भगिनि, आं भगिनि, तत्र हृ धातुः द्वित्वं करोतु भगिनि अभ्यासकार्यं. हृ योगः स्लौ, ओ हृ हृ स्लौ अस्ति चेत् द्वित्वं भवति. हृ हृ अस्ति, अहं प्रथमं कुहोश्चुः भवति भगिनि. प्रथमं बहुलं छन्दसि 7478 किल, ओ बहुलं प्रतिषेधे परं कार्यं. तद् कारणात् इत्वं भवति ह्रि इकार आगच्छति, तदन्तु उरन् रबर इति सूत्रं रेफ आगच्छति. ह्री योगः ह्री ह्रु अस्ति, तदनन्तरं कुहोश्चुः सूत्रेण सकारस्य समानवर्णः कः? सदृशतमवर्णः ककार एव. हकारस्य संवार नादघोष महाप्राण इति झ किल, झ आगच्छति. झ्रि ह्रु अभ्यासे चर्चा झ्रि जिह्रु भवति भगिनि. तत्र मध्ये कुहोश्चुः उक्तवती वा? कुहोश्चुदेव जि आगच्छति, तदनन्तरम् अभ्यासे चर्चा जिह्रु भवति. हलादिशेषः जिह्रु इति रूपं भवति. तदेव अहं हलादिशेषः इति, हलादिशेषः यदा भवति अभ्यासे चर्चा तस्मात् पूर्वं भवति. अभ्यासे चर्चा इति त्रिपादिसूत्रमस्ति, तदेव अहं वदति भगिनि. प्रथमं स्लौ द्वित्वं, तदनन्तरं उरत् बहुलं च बहुलं सूत्रेण एकार आगच्छति, उरन् रपरः इति सूत्रेण रेफा अस्ति. ह्री जृ कुहोश्चुः सूत्रेण झकार हकारस्थाने झकार आगच्छति, तदनन्तरम् अभ्यासे चर्चसूत्रेण झकारः जिह्रु, तदनन्तरं हलादिशेषः सूत्रेण जिह्रु एव अङ्गमस्ति. समीचीनं, अभ्यासे चर्चा इत्यस्मात् पूर्वं हलादिशेषः करोतु भगिनि, तावदेव. ओ ओ हलादिशेष, ओके अस्तु. आं पठतु भगिनि इदानीं लोके रु धातुः. लोके रु धातुः, रु तु लोके अपि पर्युज्यते, तत्र अतिपिपत्योश्च इत्यनेन अभ्यासस्य इत्वं भवति. तदा अभ्यासस्य अवर्णे इत्यनेन अभ्यासस्य इवर्ण्यस्य इयङ् आदेशः भवति. ओके, तु लोके अपि प्रयुज्यते. किमर्थं रु धातु मूलधातु अस्ति, परन्तु लोके अपि रु इति प्रयुज्यते. तत्र सूत्रमस्ति अर्तिपिपत्योश्च, पिपत्योश्च इति सूत्रेण इत्वं भवति. तदा अभ्यासस्य अभ्यासस्य आसवर्णे इत्यनेन अभ्यासस्य युवर्णस्य इयङ् आदेशः भवति. वयम् अत्र अन्य परिच्छेद पठामि भगिनि, तदेव तदेव स्पष्टं भवति. रु स्लौ इत्यनेन द्युत्तं भवति, रु रु अस्ति. अर्थिपिप्रत्योश्च इति सूत्रेण अभ्यासस्य इत्थम् इ रु उरन् रपरः इत्यनेन अन् रपरः, इर् नु इरु हलादिशेषः इत्यनेन हलः लोपः, इरु अभ्यासस्यासवर्णे इत्यनेन अभ्यासस्य युवर्णस्य इयङ् आदेशः, इयुरु इति अवगतं भगिनि. प्रथमं रु अस्ति धातु, स्लौ इत्यनेन द्वित्वं भवति, रु रु अस्ति. नूतनसूत्रम् अर्थिप्रत्ययोश्च इति सूत्रेण अभ्यासस्य इत्त्वं भवति, ततः इ रु अस्ति. उरन् रपरः तेन रे अन् अनन्तरं रपरः अस्ति. इर् रु हलादिशेषप्रदं कार्यं करोति, हल् लोपः भवति. इ रु अन्यम् आगच्छति. अभ्यासस्यासवर्णौ इति सूत्रेण इवर्णस्य स्थाने इयङ् आदेशः भवति, अतः इ योगरु इरु इति धातु अङ्गमस्ति. समीचीनम्. अर्थिविपत्योश्च सूत्रं पठतु. अर्थिविपत्योश्च सप्तमाध्याये चतुर्थपादे सप्तसप्ततितमसूत्रमस्ति. रु धातोः भू धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व इकार आदेशो भवति स्लौ पदे. अनेन सूत्रेण रु प्रु धातोः अभ्यासस्य इत्थं भवति स्लौ. इक्ष्टिपौ धातुर्निर्देशे इति वक्तव्यम् इति वर्तकेन रु अस्ति अर्थि इति धातु, प्रु पिपर्ति द्वावपि सुबन्तौ. अलवन्तस्य इत्यनेन अभ्यासन्तस्य वर्णस्य स्थाने इदा इत् आदेशः, न तु अभ्यासस्य पूर्णस्य. अर्तिश्च पिपर्तिश्च तयोः इतरेतरद्वन्द्वः, अर्तिपिपर्ति तयोः अर्तिपिपर्त्योः अर्थिपिपत्योः षष्ट्यन्त्यं च अव्ययपदं द्विपदमिदं सूत्रम्. अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, ब्रूहि ब्रूयामित् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, निजां त्रयाणां गुणः स्लौ इत्यस्मात् स्लौ इत्यस्य अनुवृत्तिः, अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अर्थिपिपत्योः च अङ्गस्य अभ्यासस्य इत्स्लौ सूत्रं वदति. अर्थिपिपत्योश्च अत्र द्वौ धातु अस्तः, प्रथमं रु धातु प्रु धातु च अभ्यासानन्तरं ह्रस्व इकार आदेशो भवति स्लौ परे. वयमत्र तं जानीमः. अनेन सूत्रेण रु प्रु धातोः अभ्यासस्य इत्थं भवति, तदेव वयं पूर्वं चर्चितवन्तः. रु स्लौ रु स्थाने इ आगच्छति. अहं न अवगतं भगिनि, इक्ष्टिपौ धातुर्निर्देशः कथं वक्तुं? तत् पूर्वम् अपि दृष्टवन्तः किल भगिनि, यदा वयं किं सूत्रमासीत्, एकं दीर्घं सूत्रं पृच्छति इति अपि आगच्छति किल. पठितवती भगिनि, वक्तुं न शक्नोमि, जानामि वदन्तु, वक्तुं न शक्नोमि. तत्र प्रत्ययद्वयमस्ति, इक् स्टिप् इति. महोदय भवान् वदति वा, रघुपति महोदय? हा, अत्र ऋ इति धातुः अस्ति. इदानीमत्र स्टिप् इति प्रत्ययं कृत्वा योजयित्वा पाणिनि अर्ति इति धातुनिर्देशं कृतवान्। ऋयोगः स्थिप्त अस्ति, इदानीं ऋयोगः स्थिप्त अस्मिन् इदानीं ति इति भवति, ऋयोगः ति अत्र पित् अस्ति अतः सार्धातुकम् अस्ति, षित् अस्ति अतः अर्ति इति भवति। धातुनिर्देशार्थम् एव केवलं तत्र पिपर्ति अपि भगिनि अत्र पिपर्ति पृ धातुः अस्ति, इदानीं तत्र द्युत्वम् अपि करोति वा तत्र पृ पृ करोति अनन्तरं कृत्वा पिपर्ति इति रूपम् अन्तिमरूपम् एव धातु क्रियापदरूपमेव दत्तमस्ति, परन्तु एतत् नामपदं भवति। आम् सुब तत्र समासः कृतवान् किल, सुबन्तयोः एव क्रियापदं नास्ति अत्र न इक् स्टिप् इति योजनेन सुबन्तम् अनन्तरं सुबन्तं जातं, तत् सुबन्तं कृत्वा सुबन्तयोः अपि समासः कृत्वा सूत्ररूपेण स्थापितवान् पाणिनिना। धातुः एव निर्देशः तु धातोः एव, अर्ति पिपर्ति इति धातोः निर्देशः कृतवान्। धन्यवादः महोदय। अतः तत्रापि एव भवति अनुवृत्तिसहितसूत्रम् अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत् स्लौ। अतः सूत्रत्रयं दृष्टवन्तः येन इत्त्वं भवति, भ्रूयामित् इत्यत्र भ्रू धातोः कृते इत्त्वं भवति, बहुलं छन्दसि इत्यनेन छान्दसि यदा वेदे यत्र ऋकारान्तधातुः तस्य उपयोगं भवति तत्र इत्त्वं भवति, लोके यदा ऋ इति धातुः उपयोगं कुर्मः, ऋ इत्युक्ते अर्थः तु ऋ गतौ इति धातुः अस्ति, अतः तस्य उपयोगं यदा कुर्मः तत्र अर्तिपिपत्योश्च इत्यनेन इत्त्वं भवति। अतः कार्यं तु समानं सर्वत्र इत्त्वमेव, परन्तु सूत्राणि भिन्नानि। धन्यवादः। धन्यवादः। किमर्थं भगिनि तत्र कुत्रचित् तलेषु तादृशं करोति, कुत्रचित् तलेषु न करोति, अस्ते भूः अथवा यत गृहज्यावधि अस्ति अत्र अत्र नास्ति इक्ष्टिपौ इति किल। आमां कुत्रचित् तलेषु यङ्ग् यङ्ग् लुक प्रसङ्गः अस्ति चेत् तत्र इतोपि किञ्चित् उपयोगः अस्ति, प्रयोजनम् छान्दसः तु एकं प्रयोजनं, यदा वयं तत्र सर्वदा अस्माकं तु किं वदामः श्रुति श्रुतिपुराणः किल, छन्दवत् छन्दवत् भवेत् इति, अनन्तरं यङ्ग् लुक् प्रयोजनं भवेत्। अतः पिपर्ति सन्नन्तं वा भगिनि, पिपर्ति न भगिनि, अस्माकं जुहोत्यादिगणे एव अग्रे आगतु अस्ति, उषा भगिनी पठति वा अभ्यासस्य सवर्णे, अभ्यासस्या सवर्णे। ओके, इदानीं भगिनी पठितवती किल, स्क्रीन् वेण्टमिस्, ओके, अभ्यासस्य असवर्णे, अभ्यासस्य ईवर्णस्य उवर्णस्य च स्थाने क्रमशः इयङ् उवङ् च आदेशः भवति, न स्वर्णः असवर्णः, तस्मिन् असवर्णे अभ्यासस्य षष्ट्यन्तम्, असवर्णे सप्तमीयन्तं द्विपदमितं सूत्रम्, अचिष्णुधातुभ्रुवां युवोरियङ् उवङ्गौ इत्यस्मात् अचि युवोः इयङ् उवङ्गौ च इत्येषाम् अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य इवोः इयङ् उवङ्गौ असवर्णे अचि, अभ्यासस्य असवर्णे इति सूत्रम् अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य इवोः यकार इकार उकारः, इयङ् भवति उवङ् भवति, asavarne achi, when achi follows, when asavarna achi follows. Asavarna itukte kim bhavati yanga. Ikara na yi paraha yi nasti, ukara paraha u nasti, chet ikara ukara abhyasasya ikara ukarah iyang uvang bhavati. Samyak. अस्माकम् अतिष्णु धातु ब्रुवाम् इत्यस्य साक्षात् अनन्तरम् अस्ति अभ्यासस्य असवर्णे इति सूत्रम् येन इयङुवङ् आदेशः भवति असवर्णे अचि तत्तु बहु मुख्यम् अस्ति समीचीनम् अग्रे अपि पठतु भगिनि दुभाङ् धातोः डुभ्रिङ् धातोः चतुर्षु लकारेषु रूपाणि हलादिपित्सु सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः बि भृ योगः ति बि भर् योगः ति बिभर्ति सार्वधातुकगुण सो बिभर् योगः ति बिभर्ति अजादिपित्सु सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः बिभ्र योगः आनि बिभर् योगः आनि अट्कुप्वाङ्नुं व्यवायेपि इत्यनेन नत्वं भवति बिभ्राणि हलादि अपित्सु चेत् किङिति च इत्यनेन गुणनिषेधः किमपि कार्यं नास्ति बिभ्र योगतः बिभ्रतः अजादि अपित्सु चेत् इको यणचि इत्यनेन यण् आदेशः बिभ्रयुगः अति बिभ्रति ओके अजादि अपित् इको यणचि किमर्थम् अन्यत् किमपि न कार्यं करोति भगिनि तत्र उष्णोः सार्वधातुके एरने काचिव संयोगपूर्वस्य किमपि बहु अतिष्णु धातु ब्रुवां किमर्थं न कार्यं करोति भ्रीं अजादि अपित् लैक् जि अत् ओके अण्ड् बिभ्रयोगः अति बिभ्रयोगः अति बिभ्र अचिष्णु धातु ब्रुवां cannot do the karya bagini because it's not yakara it's not ikara or ukara so cannot come bibhru rikaranta and eraneka asayoga purvasya also cannot do the karyam because ehe is for ikaranta e dhatu this is rikaranta eraneka and then what is the other hushnuvoh sarvadhatuke is for hu dhatu and shnu धातुः उष्णु अन्त धातुः डुब्रिञ्ज् इट्स् नाट् हू इट्स् नाट् श्नु सो नन् आफ् देम् अचिष्णु धातु ब्रुवां प्रसक्तिः नास्ति एरनेकाश् प्रसक्तिः नास्ति उष्णुवोः सार्वधातुके प्रसक्तिः नास्ति इको अणचि एव कार्यं करोति ऋकारयोगः अकार सम्यक् समीचीनम् ऋकारान्ताङ्गमस्ति अतः इको यणचि इत्यस्य एव प्रसक्तिः अस्ति अत्र सर्वसामान्यसूत्रम् इको यणचि सम्यक् धन्यवादः भगिनी श्रीवल्ली भगिनी लङ्गी किं भवति इति पठति वा अनन्तरं लङ्गि प्रथमं तकारः लोपः सकारः लोपः अभिभ्रु योगः तकारः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवति अभिभर् योगः तकारः तकारः लोपः भवति अभिभ्र अभिभर् कर्वसान्नयोः विसर्जनीयः इत्यनेन विसर्गादेशः अभिभः इति रूपं भवति तथा एव अभिभ्रु योगः सकारः अभिभर् योगः सकारः सकारस्य लोपः भवति अभिभर् अभिभः इति भवति करवसानयोः विसर्जनीयः इत्यनेन अत्र सूत्र एकनिमिषं तत्र महोदय, अस्माकं स्वरूप् महोदय वर्गे वदति सर्वदा यदा थ इति प्रत्ययः, स इति प्रत्ययः इति वक्तव्यं, तकारः सकारः इति मा वदतु इति. अतः भवती अपि अस्माकं वर्गे अपि तादृशं कुर्मः. तकारः इति वदामः चेत् तवर्णः इति भवति. प्रत्ययः इति वदामः चेत् तत्र कार्यं किमपि तत् प्रत्ययः आधारीकृत्य भवति चेत् तत्र अस्माकं मनसि झटिति आगच्छति किल, अतः प्रत्ययः प्रत्ययस्य लोपः भवति. हन्याभ्यो दीर्घात् स्तुतिस्य अपृक्तं हल् इत्यनेन लङ्लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य ता प्रत्ययस्य लोपः, तथा एव च मध्यमपुरुषे सा प्रत्ययस्य लोपः भवति इति. अनेन हल् नि आभ्यो आभ्यः आप् हन्याभ्यो दीर्घात् स्तुतिसि अपृक्तं हल् लोपः भवति. सूत्रं हलन्तात् दीर्घङ्यान्तात् दीर्घाबन्तात् च सूतिसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. अनेन प्रथमाविभक्तौ सु इत्यस्य सा प्रत्ययलोपः, लङि प्रथमपुरुषे ता प्रत्ययस्य लोपः, मध्यमपुरुषे सा प्रत्ययस्य लोपः च, हल् च नि च आप् च तेषाम् इतरेतरद्वन्द्वः हन्यापः तेभ्यः हन्याभ्यः, सुश्च तिश्च शिश्च तेषां समाहारद्वन्द्वः, सुतिसि सुतिसिनः अपृक्तं सुतिस्यप्रुक्तम्. हन्याभ्यः पञ्चम्यान्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यप्रुक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रं. लोपो व्योर् वलि इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः. अनुवृत्तिसहितसूत्रं दीर्घात् हन्याभ्यो सुतिसि अपृक्तं हल् लुप्यते. हन्याभ्यो इति समासः हलन्तात् हल् नि नि दीर्घन्यान्तात् नि अन्तात् दीर्घन्यान्तात् च दीर्घ आप् आबन्तात् च सु टि सि इत्येषाम् अपृक्तसंज्ञकस्य प्रत्ययस्य हलः लोपः भवति. अपृक्तं हल् इति एकाल् प्रत्ययः अपृक्तम् इति संज्ञा भवति. आम् सूत्रं स्मरति वा येन अपृक्तसंज्ञा भवति इति? आं भगिनि, अपृक्तहल् एकाल् प्रत्ययः 1 2 4 9 सम्यक् अतः दत्तमस्ति. अपृक्तं कुत्र कर्मणि प्रयोगे लुप्यते इति? लुप्यते इति आं भगिनि, श्रुतिसि तदेव अहमपि चिन्तयामि. लोपः इति वक्तुं शक्नुमः खलु? किमर्थम् अहं चिन्तितवान् हल्लोपः लुप्यते इति कृतवान् तत्र. तत्र कर्मणि प्रयोगे इति कथं, तत्र किमस्ति कर्म? मेबि मनि श्रुतिसि श्रुतिस् अपृक्तं हल् अपृक्तं हल् लुप्यते. ओके, इट् ईस् कर्मणि प्रयोगः हल् इति आं भगिनि डिनोटिङ्ग् कर्मणि प्रयोग इट् इस् गोयिङ्ग् लैक् किमर्थं तादृशम् अपृक्तस्य हलः लोपः इति भवेत् खलु, अतः अन्यथा हल्याभ्योः इति पञ्चम्यन्तस्य लोपः भवति इति. हलः हल् वर्णस्य लोपः भवति इति, अतः अपृक्तस्य हलः लोपः इति भवेत्, अतः अपृक्तः लुप्यते इति किमपि कार्यं भवति किल, किमर्थं तत्र तादृशं कर्मणि प्रयोगः इति कृतवान्, विशेषेण विशेषेण उक्तम् अस्ति, अहं न जाने किमर्थं, कोऽपि विशेषः नास्ति तत्र, प्रथमापि भवति भवितुम् अर्हति, किमर्थं तत्र लुप्यते इति कृतवान् रूपविकारः. तृतीयान्तमस्ति वा? न किल, पञ्चम्यन्तं विशेषणविषयः दीर्घात् इति अस्ति खलु, दीर्घात् हन्याभ्याः विशेषणमस्ति. लोपः न, किमर्थं लुप्यते इति कृतवान् इत्येव प्रश्नः. लोपः इत्यस्य स्थाने लुप्यते इति कर्मणि प्रयोगः आगच्छति. श्रुतिसि प्रथमान्तम्, ओके, श्रुतिसि अपृक्तं हल् तत्सर्वं तु प्रथमान्तमेव विशेषणं श्रुतिसि अपृक्तं हल् कर्मणि प्रयोगः इति अपि भवितुम् अर्हति किल. आम् लोपः इति कर्तरिप्रयोगः, कर्तरिप्रयोगः अपि साधु न साधु एव, किमर्थं किमर्थं कर्मणि प्रयोगः भवति एव, दृष्टिः एव तत्र न गच्छति, मम दृष्टिः इदानीं न गच्छति किमर्थं तादृशं कृतवान् इति. लोपः इति वर्तते तदिह लौकिकेन अर्थवत् कर्मसंसाधनं द्रष्टव्यं, लुप्यते इति लोपः. हलन्तात् यमन्तात् च दीर्घात् परं सुतीसि इति एतत् अकृत्तं हल् लुप्यते. तदिह लौकिकेन अर्थवत् कर्मसाधनं द्रष्टव्यम् किम् इति चिन्तयामि. अत्र रूपविकारः एव खलु भगिनि, लोपः इति लुप्यते रूपविकारः एव, तत्र किमपि तदेव न रूपविकारः एव किमर्थम् इति प्रश्नः. तत्र दत्तमेव तत्र तादृश तावदेव कारणं कुत्र अस्ति रूपविकारः इति सूचितं तत्र, तस्य एव कारणं पृच्छामि भगिनि, रूपविकारस्य कारणं किम्, प्रमाणम् आवश्यकं किल सर्वदा. अस्तु अग्रे सूत्रस्य संख्या 6168 सूत्रपाठे, परन्तु अत्र 6167 इति दत्तमस्ति, हन्याभ्यो दीर्घस्य अपृक्तं 6168 लोपव्योर्वलि अपि 6166 एव, परन्तु तत्र 65 इति दत्तं. न तद् तत्तु भवति एव, एकः सूत्रम् एकं सूत्रं पूर्वं परं तत् पूर्वं परं ओन्लि प्रथमावृत्ति प्रथमावृत्ति डिफ्रेन्स् लभ्यते सर्वदा भवति. आम् बट् सूत्र अपृष्ट एकाल् प्रत्ययः पठतु भगिनि अनन्तरं. अपृष्ट एकाल् प्रत्ययः संज्ञासूत्रमस्ति, यस्य प्रत्ययस्य एक एव अल् तस्य अपृक्तं संज्ञा भवति, एकश्च सो अल् एकाल् कर्मधारयः, अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं, एकाल् प्रत्ययः अपृक्तः. आम् करवसानयोः विसर्जनीयः, पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशः भवति, करि अवसाने च परे, येन विधिः तदन्तस्य इत्यनेन रेफान्तस्य पदस्य अलोन्तस्य इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः, खर्च अवसानञ्च तयोः इतरेतरयोगद्वन्द्वः करवसाने तयोः करवसानयोः करवसानयोः सप्तम्यन्तं विसर्जनीयः प्रथमान्तं द्विपदमिदं सूत्रं, रोरि इत्यस्मात् रः इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, तयोर्वोर्वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं रः पदस्य विसर्जनीयः करवसानयोः संहितायां. पदान्ते स्थितस्य रेफस्य स्थाने विसर्गः विसर्ग आदेशः भवति खरि अवसाने च परे. खर् प्रत्याहार परुषव्यञ्जनानि हाट् कान्सनेन्स् च अवसाने च परे. समीचीनम्. अतः तत्र प्रथमं किं भवति, हल्मिहव्यो दीर्घात् इत्यनेन कस्य लोपः भवति? अप्रुक्तं हल् लोपः भवति तर्हि लङि ता प्रत्ययस्य सा प्रत्ययस्य लोपः भवति. अनन्तरं सका सा अन्ते अस्ति चेत् पदान्तसकारस्य सा स्थाने विसर्गः आदेशः भवति सः अह सकारस्य स्थाने विसर्गः भवति भगिनि. प्रथमं प्रथमं सषजुषो रुः इति भवति, रेफः भवति. अत्र पदार्थस्य रेफस्य स्थाने विसर्गादेशः भवति भगिनि. करवसानयोः विसर्जनीयः, पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशः भवति. आं भगिनि, रूकारान्तदातवः बिभर् आगच्छति ऋकारान्तदातोः स्थाने रेफस्य बिभर् बिभर् सकारस्य लोपः रेफ एव बिभ्रु बिभ्रुभरिति रूपं भवति. रेफस्य स्थाने विसर्गः आदेशः भवति. सषजुषोरुः इत्यस्य अवसरः एव नास्ति नास्ति. रूपसामान्यमस्ति अभिभः अभिभः इति प्रथमपुरुषे अपि च मध्यमपुरुषे. आम् आम् समानरूपं सम्यक् अस्तु. महोदय भवानेव पठति वा जुसि गुणः इति? अस्तु भगिनि, एकवारं जुसि गुणः अभिभृ इति अभिभृ योग झि इति अस्ति. सिजभ्यस्तविधिभ्यश्च इत्यनेन झि प्रत्ययस्य स्थाने जुस् आदेशः भवति. अभिभृ योग उः इति जुषिष इत्यनेन इगन्तङ्गस्य गुणः भवति. अभिभा अभि इदानीम् अभिभ् योग अर् अभिभर् अभिभर् योग उ इदानीम् अभिभरुः अभिभरुः इति उः इति अभिभरुः इति रूपं जुषि च सप्तमध्यतृतीयपादस्य त्रयशीति वा अजादि अजादौ जुषि परे इगन्तङ्गस्य गुणः भवति. जुषि सप्तमन्तं च वेपदं द्विपदविधं सूत्रं येन विधि स्वतन्त्रस्य इत्यनेन इगन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अङ्गान्तस्य एकः स्थाने गुणादेशः. कस्यस्याचि क्षस्याचि इत्यस्मात् क्षस्यासि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, मिदेर्गुणः इत्यस्य इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इति परिभाषासूत्रेण इकः स्थाने भवति. अनुवृत्तस्य सूत्रम् इकः अङ्गस्य गुणः अचि जुषि च इति अचि जुषि च इति अचि जुषि च अस्तु. स्मरति वा महोदय किमर्थम् अचि जुषि इति दत्तमस्ति इति? अचि जुषि अचि अचि जुषि च इति एकवारं किमर्थम् अचि जुषि जुषि किं भवति इयङ् किमर्थं भवति न जानामि आमामामाम् अस्तु व्यापृत् अस्ति युः जुस् अदे जुसि अस्ति जुस् प्रत्यय अस्ति परन्तु अचि नास्ति अचि जुसि नास्ति अजादि जुस् नास्ति तस्य तत्र प्रवृत्तिः मा भवतु इति कृत्वा अचि जुसि इति दत्तमस्ति आमाम् अस्तु अचि जुसि अस्तु समीचीनं किं भगिनी क्षम्यताम् लङ् लङ्स् जुस् इति लङ् लङ् रूपं लङ्गि एव भवति अत्र जेर् जुस् इति विधिलिङ्गकारे भवति खलु अतः तत्र तत्रापि साधारणतया तस्य प्रसक्तिः यदा अचि जुस् अचि इति न दत्तमस्ति चेत् तत्रापि अस्य प्रसक्तिः भवेत् किल अतः तद् मा भवतु इति कृत्वा अचि जुसि इति दत्तमस्ति केवलं लङ्गि इति न अग्रे अपि आगच्छति भगिनि यत्र यत्र अचि जुसि अस्ति तत्र कार्यं भवति एव जुस् आदेश तलद्वयसि एव खलु भगिनि अत्र जुस् यत्र अस्ति तत्र एव भवति गुणः भवति आम् तत्र केवलं लङ्गि इति न वयं तु पूर्णतया दशलकारः न दृष्टवन्तः किल यत्र यत्र जुस् आगच्छति तत्र तत्र कार्यं भवति एव लङ्गशाकटानयस्य दृष्टवन्तः तत्र जुस् आदेशः आम् लङ्लकारः इव लुङ् लकारः अपि तत्र अडागमः सर्वम् आगच्छति तत्र अपि प्रायः भवति यत्र सिच् प्रत्यय आगच्छति यथा लुङ्लकारे लुङ्लकारे आम् तत्रापि तस्य प्रसक्तिः भवति अस्तु महोदय भवान् एव लटि प्रथमं रूपम् आरम्भं करोति एकवारं तत्र भृ इति अस्ति भृ भृयोग भूयोग शप्योग थी इदानीं शप् इत्यस्य स्लौ भवति अतः भृ भृ इति अस्ति इदानीं तत्र भ्रियाम्बितः इत्यनेन बिभृ बिभृ इति भवति अनन्तरं भ्रियाम्बितः इत्यनेन अस्तु इत्थं भवति भिर् भिर् भिर् भिर्भृ इति अत्र ऋकारस्य हलादिशेष इत्यनेन भि भिभृ भिभृ अनन्तरं चर्च इत्यनेन जस्वं भवति भिभृ भिभृयोग ति भिभृयोग ति अस्ति इदानीम् अत्र तिप् अस्ति अतः गुणः भवति अङ्गस्य सार्धकयोः इत्यनेन बिभर्ति इति भवति बिभर्ति अस्ति अग्रे अग्रे एकवारं कुत्र अस्ति तः महोदय अस्ति वा कर्तनम् अभवत् वा लैन् किमपि कार्यं न इदानीं श्रूयते महोदय मध्ये न भवतः महोदय भवतः लैन् सम्यक् नास्ति वा अन्ये श्रोतुं शक्नोति वा महोदयस्य ध्वनिः आम् तत्र मध्ये मध्ये गत्वा आगच्छति महोदय भवान् लाग् औट् कृत्वा पुनः योजयति वा न श्रूयते महोदय रघुपति महोदय न श्रूयते महोदय न श्रूयते वा श्रूयते वा इदानीम् इदानीम् आं सम्यक् द्विवचनात् पुनः करोतु महोदय एकवचनमेव श्रुतवन्तः इदानीं बिभ्र इति बिभ्र इति अङ्गमस्ति बिभ्र बिभ्रयोग बिभ्रयोग तिप् अस्ति अत्र गुणः भवति बिभर्ति इति भवति सर्वतार्थवैचिन्न इदानीं बिभ्रुयोगतः श्रूयते वा मम ध्वनिः श्रूयते वा इदानीं श्रूयते हा बिभ्र बिभ्रुयोगतः इति अस्ति बिभ्रुयोगतः अत्र बिभ्रुयोगतः इति अस्ति अत्र गुणः न अपि च अस्ति गुणः न भवति केवलं वर्णमेव बिभ्रुतः इति भवति अग्रे बिभ्रुयोग अति बिभ्रुयोग अति अस्ति बिभ्रुयोग अति बिभ्रुयोग अति अस्तु ऋकार इकोयणकि इत्यस्य सन्धिः एव अस्ति अतः ऋकारस्य स्थाने रेफा भवति अतः बिभ्रति इति भवति बिभ्रति तथैव इदानीं बिभ्रुयोगसि अस्ति बिभ्रुयोगसि अत्रापि बिभ्र बिभ्रयोग बिभ्रयोग अत्र गुणः भवति बिभर्सि बिभर्सि इत्यस्य इदानीं रूपमस्ति केन सूत्रेण बिभर्षि इति आदेशप्रत्ययोः एणुकोः इत्यत्र अर्षि षि बिभर्षि एण्कोः इण् अस्तु अस्तु अत्र रेफा अस्ति अतः तत्र बिभर्षि इति भवति आदेशप्रत्ययोः एण्कोः इत्यनेन बिभर्षि इति भवति बिभ्रुयोगतः अत्र किमपि कार्यं नास्ति बिभ्रुतः बिभ्रुत अस्ति इदानीं बिभ्रुयोग नि इति अस्ति अत्र गुणः भवति बिभर् बिभर्योग नि बिभर्मि बिभर्मि इति रूपं भवति अनन्तरं गुणः किमपि नास्ति कार्यं बिभ्रुवः बिभ्रुमः इति भवति सम्यक् वा समीचीनं सम्यक् धन्यवादः राजेन्द्रमहोदय लोटि वदति वा आं भगिनि वदामि बिभ्र अस्माकम् अङ्गमस्ति बिभ्र योग तु हलादिपित् प्रत्ययः अस्ति तत्कारणं गुणं भूत्वा बिभर्तु तात् हलादि अपित् अस्ति किमपि कार्यं न भवति बिभ्रुतात् बिभ्रुतात् ताम् अपि हलादि अपित् अस्ति तत्कारणात् तत् बिभ्रुतां किमपि कार्यं न भवति अतु बिभ्र बिभ्रयोग अतु अत्र अजादि अपित् प्रत्ययः अस्ति अत्र बिभर्तु बिभर्तु भवति अत्र ऋकारस्य रेफ् रेफ् रेफा भूत्वा तत् बिभर्तु भगिनि तत् सूत्रं किम् अस्ति तत् न न बिभ्रयोगः तु किं भवति महोदय ऋकारः अकारः किं भवति तत्र रेफ् रेफः अर् भवति किल इको यणचि रेफ खलु भगिनि अत्र रेफ एव अर् न भवति क्षम्यताम् साक्षात् रेफः आम् भगिनि आर् एव भवति खलु भगिनि ऋकारस्य स्थाने आर् एव भवति खलु इको यणचि इति सूत्रेण ऋकारः यण् आदेशः किल अनन्तरम् अकारः अस्ति तत्र अस्ति खलु अण् आदेशः अस्ति यण् एव आदेशः इको यण् अचि यण् आदेशः यण् इत्यत्र रेपः एव बिभ्रयोगि हलादि अपि बिभ्रहि बिभ्रयोगतात् हलादि अपि बिभ्रुतात् तं हलादि अपि बिभ्रुतं त हलादि अपि बिभ्रुत बिभ्रुत आनि हल क्षम्यताम् अजादि पित् प्रत्ययः अस्ति अत्र तु गुणं भवति विभर् विभर् योग आनि विभ्राणि विभर् आव विभर् आम सर्वे हला अजादि पित् प्रत्ययः सन्ति गुणं भूत्वा तत्र विभराणि इत्यत्र इतोपि एकं कार्यमस्ति महोदय विभर् विभर् आन् एकनिमिषः अट्टु खलु नत्वं भवति नत्वं भवति विवराणि विवराणि विराव विवराम आमां सम्यक् तावदेव सम्यक् महोदय अस्तु विजया भगिनी लङ्गीरूपं वदति वा वदामि भगिनि तत्र सर्वत्र लुङ् लङ् लिंशु अडुदात्तः इति सूत्रेण सर्वत्र अडादेशः भवति आ इति आगच्छति अनन्तरं तत्र ब्रू ब्रू इति श्लौ श्लौ इति द्विवारम् आगच्छति परन्तु तत्र अभ्यासचर्चा इति आगच्छति अतः तत्र तृतीयवर्णः बि इति आगच्छति अपि अभि बह तत्र किमस्ति अपि अभि बह इति लङ् तत्र आं भगिनि अन्वेषणं मा करोतु भगिनि शान्तिः शान्तिः भूत्वा वदतु तत्र तकारः प्रथमं प्रत्ययम् अस्ति परन्तु तत्र हल् तत्र सूत्रमस्ति हल् हल् याभ्यो दीर्घात् श्रुतिः अपृत्तं हल् इति सूत्रेण तत्र तकारस्य लोपः लङ् मध्ये लोपः भवति तस्मात् पूर्वं गुणः अपि बह आम् सार्वधातुक आर्धधातुको इति सूत्रेण गुणः भूत्वा अभिबर् इति भवति परन्तु तत्र प्रत्ययं तकारस्य लोपः भूत्वा भूत्वा तत्र विसर्गः आगच्छति खलु भगिनि तदनन्तरं किल सर्वत्र तत्र करावसानयोर्विसर्जनीयः इति सूत्रेण तत्र विसर्गः आगच्छति अभि बह इति अनन्तरम् अभिभृताम् इति अस्ति तां तत्र अभिभ्रु प्रथमम् आगच्छति अभिभ्रु इति अङ्गमत्र बिभ्रु इति अङ्गमत्र आयोजनेन अभिभ्रु इति आगच्छति तां योजनेन अभिभृताम् इति अस्ति अनन्तरं तत्र अभिबरुः इति अस्ति अभिबरुः इति रूपं निष्पन्नं तत्र किमर्थं चेत् तत्र अभि तत्र अभिभ्रु इति स्थाने बृञ्जामित् इति अभ्यासस्य इकारः आदेशः भवति अनन्तरं तत्र सार्वधातुको आर्धधातुको इति सूत्रेण अभिबर् इति भवति अभिबर् अभिबरुः तत्र कुत्र सार्वधातुक आर्धधातुकयोः इतस्ततः गच्छति मम तु भ्रमः जातः बिभ्रु इति अङ्गम् इदानीं महोदय भवान् सहायं मत् करोतु सः सा तु इतस्ततः गच्छति मम तु सर्वाणि सूत्राणि विस्मृतवती अभिभुः अभिभु इति अङ्गम् अभिभ्र इति अङ्गम् इदानीं किम् उहु अभिभ्रु इति अङ्गं तत्र तत्र अभिबर् इति भवति खलु भगिनी तत्र सार्वधातुको आर्धधातुको इति सूत्रेण अभिबर् एकनिमिषं भवती शृणोतु, तत्र प्रत्ययः तु अपित् अस्ति. अपित् प्रत्ययः तु गुणः न भवति किल, गुणः न भवति तत्र. सार्वधातुकार्धधातुकयोः इत्यनेन गुणः न भवति. केन गुणः भवति? सूत्रमेकम् इको यनचि इत्यनेन गुणः भवति वा भगिनी? अत्र तत्र सूत्रं पठितवन्तः किल इदानीमेव, महोदय एव पठितवान्. अन्ते जुषि च, जुषि गुणः, अजादौ जुषि परे इगन्ताङ्गस्य गुणः भवति. इदानीं तत्र लङ्लकारः मध्ये तत्र एतत् सूत्रेण तत्र रूपमस्ति अत्र अन् इति अस्ति, परन्तु तत्र अन् इति कथम् अस्ति? न पूर्वं रूपं मया सिद्धप्रतिरूपेण तत्र उक्तं मया. तत्र अभि बरु, तत्र बरुः, तत्र अन्तिम बरुः इति स्थाने कर अवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति, परन्तु तत्र भगिनी अस्माकं करपत्रं भवत्याः पार्श्वे अस्ति वा? तदपि अन्वेषणीयं वा? न मम समीपे अस्ति एव. तत्र एव दत्तमस्ति रूपं, पठतु एकवारं. जुषि गुणः इत्यस्य प्रथमवाक्यं पठतु. तत्र अभिभृ योगः जि, तत्र अजादौ जुषि परे, तस्मात् पूर्वम् उदाहरणमस्ति किल. अभिभृ योगः जि, अभिभृ योगः जि सृजभ्यस्त विधिभ्यश्च इत्यनेन जि प्रत्ययस्य स्थाने जुस् आदेशः भवति. अजुः योगः अभिभृ योगः तत्र किं भवति अन्तिमरूपं? किं तत्र एव दत्तमस्ति? अभिभृ तु कुत्रापि अन्यत्र पश्यति भगिनि भवती, तत्र अभिभृ इत्यत्र अभिभृ योगः उहु जुषि च इत्यनेन इगन्ताङ्गस्य गुणः, अभिभर् योगः उहु अभिभरुः इत्येव. तत्र करवसानियोर्ससजुषोरुः किमपि कार्यमेव नास्ति. अवगतं वा? अग्रिमं वदति वा? अभिभृ योगः जि सिजभ्यस्त विधिभ्यश्च इत्यनेन जि प्रत्ययस्य स्थाने जुस् आदेशः. अभिभृ योगः उः प्रत्ययः इत्युक्ते अनुबन्धलोपानन्तरम् उः इत्येव अवशिष्यते. तत्र जुषि च इत्यनेन इगन्त अङ्गस्य गुणः, गुणः ऋकारस्य गुणवर्णः तु अर् किल. अभिभर् योगः उः अभिभरुः इत्येव प्रक्रिया. तावदेव. इदानीं मध्यमपुरुषे वदतु भगिनि. अपि अभिभ्रु इति अङ्गं स्वीकरोतु. इदानीं वदतु. अभिभ्रु इति अस्ति तत्र जि स्थाने जुश्च इति सूत्रेण सिजप्यस्त विधिभ्यश्च इत्यनेन जि स्थाने जुस् आदेशः भवति. अनन्तरं जुस्थाने उः इति भवति. अभिबर् इति भवति चेत् तत्र इक् इकारस्य स्थाने अर् भवति, अतः उका अभिबर् उकारः उहु इति अस्ति, अबिबरुः इति अस्ति. समीचीनम्. अग्रिमं भगिनि. तत्र तादृशमेव अबिब इति अस्ति. अनन्तरं तत्र अपि अबिभृ योगः स प्रत्ययः. इदानीं क्रमेण वदतु. अबिभृ इति अस्ति, अनन्तरं तत्र अर् अस्ति, सार्वधातुको अर्धधातुको योगो इति सूत्रेण अबिभर् इति अस्ति. अनन्तरं सकारः अस्ति, सकारः ससज्जिषोरुः इति सूत्रेण. अनन्तरम् उपदेश अज अनुनासिक, अनन्तरं कारावसानयोगविसर्जनीयः, एतत् सर्वम् आगच्छति तत्र. अतः तत्र अन्तिमवर्णः अबि बह इति अस्ति. हल्याभ्यो दीर्घात् इत्यस्य एतत् एतत् सूत्रमपि तत्र कार्यं करोति. सर्वं करोति वा प्रथमवर्गात् महोदय, भवान् प्रथमवर्गं चालयति किल, अहं योजयामि. सूतीसि इत्यनेन अपृक्तसंज्ञकस्य हलः लोपः. समीचीनं. तत्र अतः अत्र लोपः भवति. अनन्तरं सकारस्य स्थाने ससजिषोरुः इति सूत्रेण ऋत्वं भवति. अनन्तरम् उपदेश अनु ऋत्वं भवति. उपदेश तत्र भगिनी ससजिषोरुः इत्यस्य कार्यमेव नास्ति किल तत्र. अभिभर् इति एतत् सूत्रमेव तत्र कार्यं करोति. हल् याभ्यो दीर्घात् श्रुतिस्पृक्तं हल् इति सूत्रेण. इदानीम् इत्यनेन हलः लुप् भवति. अनन्तरम् अनन्तरं विसर्गः आगच्छति खलु भगिनि. प्रथमं पश्यति अतः अतः एव तदेव ममपि तादृश भवत् रूपं प्रथमं पश्यामः चेदेव भ्रमः भवति. प्रक्रिया वयं स्वयमेव करणीयं. प्रक्रिया सम्यक् लिखितं भगिनि, किञ्चित् अत्र किञ्चिदेव भवती तु सर्वाणि सूत्राणि एकत्र एव स्थापयति चेत् प्रक्रिया कथम्. अस्तु अस्तु, अग्रिमं वदतु. अग्रिमं तम् एव योजनम् अभिभ्रू इति अस्ति. तं योजनम् अनन्तरम् अभिभ्रू योगः त अभिभ्रूत. अनन्तरम् अभिभरम् अस्ति. बर योगः अम् तत्र वर्णमेलनमेव अभिभरम् इति. अनन्तरं तदेव क्लेशः. मम तु सा न शृणोति महोदय, भवान् वदतु. अभिभरं तत्र अभिभर इति पूर्वं वयं दृष्टवन्तः खलु भगिनि. अभिभर इति कुत्र दृष्टवन्तः भगिनि? अभिभरं पूर्वं अभिभर योगः अम् इति वदतु भगिनि, समयः जातः अपि. अम् इति अभिभृ इति अस्ति, सार्वधातुको अर्धधातुको इति सूत्रेण अभिभर् इति भवति न वा? भवती न उक्तवती प्रथमवारं वर्णमेलनम् इत्येव उक्तवती. अनन्तरम् अम् इति आगच्छति. अम् योजनेन अभिभरम् इति अन्तिमरूपं निष्पन्नम्. अग्रिम अभिभ्रू इति अस्ति, वकारः तत्र मेलनेन अभिभ्रूव अभिभ्रूम इति अस्ति. समीचीनं, धन्यवादः. अरुणा भगिनी विधिलिङ्गि वदति वा? भगिनि विधिलिङ्गप्रत्ययः यातां युः, याः यातां याता यां यावयाम, सर्वाणि हलादि अपित् अस्ति, तथा केवलं वर्णमेलनं भवति. अभिप्रेय बिब्रूयात् बिब्रूयातां बिब्रूयुः बिब्रूयातं यातं बिब्रूयात बिब्रूयाम बिब्रूयाव बिब्रूयाम समीचीनं भगिनि सम्यक् एतत्तु उभयपदी अस्ति अतः आत्मनेपदीरूपमपि अस्ति तत्र तु समानमेव किमपि विशेषकार्यम् इति किमपि नास्ति अतः अग्रिमधातुः किञ्चित् एव समयः अवशिष्यते अतः अग्रिमधातुः कुर्मः अग्नेषां चतुर्णां ऋकारान्तधातूनां रूपाणि एवमेव भवन्ति इति दत्तमस्ति किल ऋ धातुः कुर्मः रूपं तत्र लटी कुर्मः तत्र कस्य क्रमः आसीत् उषा भगिनी ऋ धातुः लटी रूपं वदति वा ऋ धातुः तत्रैव तत्र ईर् इति अङ्गम् इति तत्र ऋ श्लौ इत्यनेन द्वित्वम् अर्तिपिपत्योश्च I'm looking for that, Bhagini. Just want to see it in my eyes. Loke ru dhatuhu iti dattamasti kila tata. Loke. Abhyasasya savarne iti api. Bhavati eva patitavati kila abhyasasya savarne iti. Rukaranta dhatavaha dubrinch vede. Tasmata anantaram. Anantaram anantaram. Okay. Dubrinch. बहुलं छन्दसि लोके ऋ धातुः लोके ऋ धातुः सो ऋ द्वित्वकार्यमेव करोतु भगिनि ओके द्वित्वकार्यं श्लौ इत्यनेन द्वित्वं ऋ धातुः ऋ ऋ भवति ऋ ऋ भवति संसूत्र विल्कास्त इकार अर्ति अर्तिपिपर्त्योश्च अर्तिपिपर्त्योश्च इत्यनेन अभ्यासस्य इत्वं प्रथमऋकारः स्थाने इत्वं भवति इर् भवति ईर् भवति वै उरण्ड्रपरः कम्मिङ्ग् आफ्टर् दाट् भगिनि ऋस्थाने आल्वेस् उरण्ड्रपरः ओके उरण्ड्रपरः इत्यनेन रकारः आगच्छति इर् भवति इर् हलादिशेषः इत्यनेन ऋकारलोपः भवति इकार इर् एव भवति अभ्यासस्य असवर्णे इत्यनेन अभ्यासस्य असवर्णे इत्यनेन ई वर्णस्य इकारस्य स्थाने इयङ् भवति सो ईर् यकार ऋकार इयिर् भवति सो इयिर् अनेन लट् रूपं इयिर् योगः परस्मैपति दातु भगिनि ईर् योगः ति ति इति पित् अस्ति ईर् गुणः भवति अर् इ यकार रकार ति इ यकार रकार ति यकारः योगः अर् भगिनि सो यर् इयर्ति इयर्ति देन् तः तः अपित् भवति अपित् नो गुण इर् तः वर्णमेलनमेव भगिनी तत्र कथं भवति तत्र तस्य कथम् उच्चारणं कथम् द्विवचने क्लिष्टमस्ति किञ्चित् ईर् योगः अति भवति ईर् योगः अति अति इति अजादि अपित् अजादि अपित् ईर् योग सो जस्ट् जस्ट् यण्सन्धि भवति यण्सन्धि भवति ईर् योगः अति ऋकारस्य स्थाने रेपः भवति ईय रेपः अति सो रति यकार जस्ट् यकारः रति इस् दट् करेक्ट् भगिनि ई यकारः रति आं सम्यक् एव किल इयर् रति इयर् रति इयर् रति आं गच्छति इति अर्थे भवति बालकः इयर्ति इति वदामः चेत् गन्तुं शक्नुमः बालः इयरति इयर् रति ओके अण्ड् देन् ईर् योगः सि सि इति पित् पित् भवति ऋकारस्य स्थाने अर् भवति सो ई यकारः योगः अर् योगः सि ईयर् षि भवति ईयर् षि ईयर् षि हौ इस् इट् बिकमिङ्ग् आदेशप्रत्ययोः सर्वदा किल इन् कोः आदेशप्रत्ययोः but in is not before there for learn parinar and ar in sarvada paranakarah in sarvada kutrapi apavadah nasti annityatra eva ekasmin stale eva apavadah asti athava ai u in iti bhavati in okay. sarvada paranakarena eva okay oh, okay okay so here she ओके तः ई ईर् योगः तः जस्ट् वर्णमेलनमेव अपि भवति ईर्तः ईर्त मी उत्तमपुरुष एकवचनं मी पित् अस्ति ऋकारस्य गुणा भवति ईर् ऋकारस्य स्थाने अर् भवति अर् भवति ई यकार ईर् मी ईर् मी दशन्त सौण्ड् नैस् ईर् मी समीचीनम् यकारः रेपः मी इयर् मी ईर् मी द यकार इस् नाट् फुल् यकार रैट् भगिनि अतः एव लोके अस्ति किल महोदय ऋ धातुः इति दत्तमस्ति किल अतः तत्र उच्चारणं बहु क्लिष्टः अस्ति बहु क्लिष्टः पण्डितः एव आमाम् अस्तु तत्र श्रीवल्ली भगिनी लोटि करोति वा वयं समापयामः लोटि कृत्वा आं भगिनि लोटि ईरु इति अङ्गमस्ति एकनिमिषं भगिनि अस्माकं वर्गः प्रेशर् हन्ति वा भवति No, I thought, no, it is 8:30. I thought you will not continue. That's why I just Loti, Loti eva sama, krutva samapayamaha. Yeah, yeah. Langi karyani santi, tada agrima varge chintayamaha. Ah, bhaini. Loti, tu iti haladipitasti, gunakaryam bhavati. Iyat tu iti rupam bhavati. Tat iti haladi apitasti. कोऽपि कार्यं नास्ति ईरुतात् इति रूपं भवति ताम् ईरुतां हलादि अपि तस्ति अति अतु इति हलादि सारि अजादि अपि तस्ति इकोयनसि इति सूत्रेण ईरतु इति रूपं भवति मध्यमपुरुषे हि इति हलादि अपि तस्ति ईरुहि ईरुहि कोऽपि कार्यं नास्ति तात् अपि ईरुतात् तम् ईरुतं त ईरुत आनि इति लोट्लकारे पितस्ति इति चेत् गुणकार्यं भवति इयराणि इयराणि नत्वं भवति इयराणि आवा इति पितस्ति अत्रापि गुणकार्यं भवति रूपं भवति इयरावा आमा अपि अजादि पितस्ति रूपं भवति इयराम समीचीनम् उत्तमम् इरावा इराम लङ्गि अग्रिमसप्ताहे लङ्गि आरभ्य कुर्मः तत्र किञ्चित् चिन्तनम् अस्ति अस्तु अस्तु समापयामः धन्यवादः धन्यवादः भगिनि धन्यवादः.